गतवर्गे किन् धातोः विषये अस्माकं चर्चा प्रायः समाप्ता, किञ्चिदेव अवशिष्टमस्ति. तत्र अस्माभिः किं पठितम्? अस्माभिः पठितं यत् इनोयण् मध्ये कार्यस्य क्रमः कीदृशः अस्ति इति अस्माभिः पठितं. तत्र तत्र पक्ष किमस्ति तेन वयं ज्ञातुं शक्नुमः. तत्र एकस्मिन् पक्षे जनाः व्याकरणाः वदन्ति यत् लावस्थायाम् एव आडागमः भविष्यति, तदनन्तरं तिप्रत्ययः आगच्छति, तिङ्प्रत्ययः, तदनन्तरम् इनोयन् इति सूत्रेण कार्यं भवति. अतः प्रश्नः एव न आगच्छति यत् अडागमः वा आडागमः वा इति. किम् अन्यपक्षः अपि अस्ति, तत्र किमस्ति यत् क्रिया अस्ति, क्रियायाः निर्माणार्थे प्रथमं तु धातोः तदनन्तरं तिङ्प्रत्ययस्य तु आवश्यकता अस्ति एव इति ते वदन्ति. अतः प्रथमतया लावस्थायां प्रथमतया एव तिङ्प्रत्ययः आगच्छति, तदनन्तरं तिङ्प्रत्ययः आगच्छति. अतः तिङ्प्रत्ययस्य प्रभावेण इनोयण् इति सूत्रेण यण् आदेशः भवति. परन्तु इनोयण् इति सूत्रम् अस्माभिः दृष्टं, तत् असिद्धवत् अत्र आभात् इति सूत्रस्य अधिकारे आगच्छति. अपि च लुङ् लङ् ऋङ्क्षु अर्गतमः आड् अजादीनाम् अपि असिद्धवत् अत्र आभात् इति सूत्रस्य अधिकारे आगच्छतः. अतः तत्र सूत्रस्य सूत्रम् असिद्धत् अत्र आभात् इति सूत्रं वदति यत् इनोयण् इति सूत्रं यदि प्रथमं कार्यं करोति चेदपि आड् अजादीनाम् इति सूत्रस्य कृते तत् सूत्रम् असिद्धमस्ति. आड् अजादीनाम् इति इनोयण् सूत्रस्य कार्यं न प्रश्पश्यति. अतः तस्य कृते तु इकारादि धातुः एव अस्ति, अतः आड् एव आड् आगमः एव भवति. आट् योगः य योगः अन् आयन् इति भवति इति कार्यमस्ति अस्माभिः दृष्टं. तर्हि कोऽपि क्रमः स्वीकरोतु, तत्र प्रत्ययक्रमस्य तत्र तर्कः अस्ति. कोऽपि स्वीकरोतु, फलं समानम् एव भवति इति अस्माभिः पठितं. परन्तु तथापि प्रश्नः आगच्छति यत् तथापि अस्ति चेत् सामान्यतया समीचीनः क्रमः कः अस्ति, सम्यक् क्रमः कः अस्ति, तथा तादृशः प्रश्नः अस्ति चेत् अत्र लिखितमस्ति, तत् वयम् अग्रे पठामः. तत्र किम् अस्ति, अस्तु इदानीम् अत्र लिखितमस्ति खलु, द्वौ प्रश्नौ अवशिष्टौ. सर्वे प्राप्नुवन्ति वा? तत्र द्वौ प्रश्नौ अवशिष्टौ, किमर्थं सामान्यक्रमः एतादृशः इति प्राप्नुवन्ति वा? आं महोदय. अस्तु तर्हि मीना महोदय आरभतु. द्वौ प्रश्नौ अवशिष्टौ, किमर्थं सामान्यक्रमः एतादृशः दत्तः? लङि अडागमः आडागमः च तिङ्निमित्तम् अन्धकार्यं, लङि आडागमे सति वृद्धिकार्यं, तिङ्प्रत्यययोजनं तत्सम्बन्ध सन्धिकार्यम्. चिन्तयामः चेत् अयं क्रमः स्वाभाविकः. स्वाभाविकः इत्यर्थे किं महोदय? स्वाभाविकः, साधारणमेव. लङि एक प्रथमं, लङि अडागम आडागम च आडजादीनाम् इति सूत्रं लावस्थायां विधीयते. अतः इदं सूत्रं सामान्यरूपेण सर्वप्रथमं भवेत्. ओके. तिङ्निमित्तम् अङ्गकार्यम्, अङ्गकार्यम् इदम् अतः बलवत्. तृतीयं, लङि आडागमे सति वृद्धिकार्यम्, आटश्च वर्णनिमित्तकं कार्यम्, अतः अनन्तरं स्यात्, किन्तु अन्तरङ्गत्वात् तिङ्प्रत्यययोजनात् प्राक्. चतुर्थवान्, तिङ्प्रत्यययोजनं तत् सम्बन्धसन्धिकार्यं, परम्परया अपि अन्तिमं कार्यं, किन्तु आधिक्येन तृतीयचतुर्थयोः मध्ये किं प्रथमम् इत्यस्मिन् महत्त्वं नास्ति. तृतीयचतुर्थयोः इति किम् आडागमे वृद्धिकार्यं तत् आटश्च इति वृद्धिकार्यं तदनन्तरं तिङ् प्रत्यययोजनं तृतीयचतुर्थयोः मध्ये किं प्रथमम् इत्यस्मिन् महत्त्वं नास्ति. महत्त्वं नास्ति अवदत् ऐचत् ऐदत् किमर्थं उदाहरणं अवदत् ऐच्छत् ऐदत् ऐच्छत् ऐद्धत् मध्ये अस्ति खलु आट् आजादीनां वृद्धिः भवति खलु वृद्धिः भवति. तर्हि अत्र सामान्यतया क्रमः लावस्थायाम् अड् आट् आगमः भवति, अतः प्रथमतया अट् आट् आगमः भवेत् धातोः धातुं दृष्ट्वा. धातु अजादि चेत् आडागमः, हलादि चेत् अडागमः. तदनन्तरं लस्य स्थाने तिङ्प्रत्ययः आगच्छति. तिङ्प्रत्ययस्य कारणेन तत्र अङ्गकार्यं भवति. अङ्गकार्यं सन्धिकार्यात् प्राक् भवति, यतोहि वारणात् अङ्गं वदीयः. तर्हि तत्र अङ्गकार्यं भवति. अङ्गकार्यं भवति तदनन्तरं यत्किमपि सन्धिकार्यं तत्र अवशिष्टमस्ति तत् करणीयम्. उदाहरणतया अट् आट् आगमस्य कारणेन यत्र सन्धिः भवति चेत् तत् सः सन्धिः करणीयः. तदनन्तरम् अङ्गतिङ्गप्रत्ययोः मेलने मेलने यत् सन्धिः अस्ति तत् सन्धिः करणीयः. सन्धिः अन्ते आगच्छति, यतोहि सन्धिकार्यं वर्णकार्यमस्ति. अङ्गकार्यात् कार्यात् अनन्तरमेव आगच्छति, अतः सन्धिकार्यं करणीयम् इति सामान्यक्रमः अस्ति. सम्यक् अपि अस्ति इति. तर्हि सहायकः क्रमः अस्ति खलु, अत्र कोऽपि प्रश्नः न स्यात् इति चिन्तयामि. महोदय, गतवर्गे अत्र विशिष्टधातोः क्रियाबोधकत्वात् इति कारणं मया न अवगतं, सम्यक् न अवगतं महोदय. न, तत्र किमपि अस्ति यत् क्रिया यत् अस्ति नाम एक्षन्, केवलं धातुना न भवति. एक्षन् तत्र क्रिया कृते प्रत्ययेन एव भवति. प्रत्ययोजनेन एव प्रत्ययस्य अपि आवश्यकता अस्ति. अतः व्याकरणः केचित् व्याकरणः कथयन्ति यत् प्रथमतया लावस्थायां सर्वप्रथमं साक्षात् प्रत्ययस्य आगमनं भवेत्. प्रत्ययः तदनन्तरं प्रत्ययस्य आगमनं भवति, अतः अङ्गकार्यं भवति चेत् इनोयण्ट्. तदनन्तरम् अपि असिद्धवत् अत्र आभात् इति सूत्रेण तत्र प्रश्नः नास्ति. आड् आदिनाम् एव आगच्छति, केवलं क्रमः भिन्नति. परन्तु फलं समानमेव भवति, परन्तु तत्र किञ्चित् प्रश्नः नास्ति. तर्हि अस्माकं स्वाभाविकक्रमः यदस्ति तत् क्रमः एव मनसि स्थापयतु. प्रथमतया लकारकृते ये कार्याणि सन्ति यानि तानि कार्याणि प्रथमतया करणीयानि. उदाहरणतया अडागमः, आडागमः. तदनन्तरं तिङ्प्रत्ययस्य आदेशः, तिङ्प्रत्ययस्य कृते अङ्गकार्यं, तदनन्तरं सन्धिकार्यम्. अग्रे भिन्नरीत्या चिन्त्यते केवलम् इन् धातोः अस् धातोः प्रसङ्गे च. इनोयन् इत्यनेन ई धातुः आयन्, श्नशोरल्लोपः इत्यनेन अस् धातुः आसीत्. श्नशोरल्लोपः विस्मृतं मया. विस्मृतं न, नूतनमस्ति. ओ, नूतनं सूत्रम्. ई योगः लम् ई योगः इत् आडजादीनाम् आयोगः ई योगः इत्. अतः प्रथमम् आड् अजादीनाम् इति प्रथमतया कथं किमर्थम् आगच्छति? आडजादीनाम् इकारः अस्ति, धातु इकारः अच् अस्ति, तस्मात् आडजादीनां भवति. निमित्तं लावस्थायां लावस्था अस्ति, अतः लङ् यदा आगच्छति तदैव लङि लङि लङि अडागमः अथवा आडागमः भवति. अत्र अचीप अच् अस्ति, इकारः दातु, तस्मात् आड जादीनाम् इति सूत्रं भविष्यति भवति. अत्र प्रथमम् आटश्च इति क्रियते चेत् सार्वधातुक आर्धधातुकयोः इत्यस्य आवश्यकता एव नास्ति. अत्र आटश्च इति सूत्रं वृद्धि भवति, आयोगः ऐ भवति, सार्वधातुक आर्धधातुकयोः इत् कारणात् एव भवति. योगः इत् भवति. अत्र प्रथमम् आटश्च एव भवति आवश्यकता इति, ऐ मीन् सार्वधातुक आर्धधातुक इत्यस्य आवश्यकता एव नास्ति. प्रथमं सार्वधातुक आर्धधातुकी क्रियते चेत् अनन्तरम् आटश्च इति भवति. द्वाभ्यां मार्गाभ्याम् ऐत् इति रूपं सिद्ध्यति. तर्हि किं साधु? आयोगः हि योगः इति ऐ योगः इति ऐ. सार्वधातुकार्धः प्रथमं भवति चेत् आयोगः इ योगः, आयोगः ए योगः, यत् आयोगः ए अनन्तरं आटश्च भवति ऐ, ऐ योगः इति ऐ. रूपं समानमेव. तर्हि क्रमः कः क्रमः साधु इति प्रश्नः अस्ति. आटश्च आडागमात् अचिपरे पूर्वपरयोः वृद्धि एकादेशो भवति. अनुवृत्तिसहितसूत्रम् आटश्च अचि पूर्वपरयोः एकः वृद्धिः संहितायां. सार्वधातुकार्धधातुकयोः इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे. अनुवृत्तिसहितसूत्रम् इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुक. अत्र अङ्गकार्यम् अत्र कृतप्रसङ्गः आटश्च. धन्यवादः. तर्हि अधुना प्रश्नः अस्ति यत् आड् आगमः भवति तत् प्रश्नः नास्ति लावस्थायां. प्रश्नः आगच्छति यत् प्रथमम् आटश्च करणीयः येन आयोगः इ ऐ भवति. तथा अस्ति चेत् तदनन्तरं सार्वधातुकार्धातुकयोः सूत्रस्य प्रसक्तिः एव न भवति, यतोहि तत्र इगन्त अङ्गः न अवशिष्यते. तदनन्तरं अन्या अस्ति यत् प्रथमतया सार्वधातुकार्धातुकयोः कुर्मश्चेत् आयोगः इ योगः त आयोगः एत् इति भवति. आयोगः एत् इति भूत्वा पुनः आटश्च सूत्रम् आगत्य आयित् ऐत् इति भवति. रूपं समानं भवति, परन्तु क्रमः कीदृशः इति अस्माकं प्रश्नः अस्ति. तर्हि तस्य समाधानं कृते अग्रे गच्छामः. विजयमहोदय पठति वा अथवा केवलं शृणोति? न न, मम एक्साम् सर्वं समाप्तमेव, अतः अहं मेलिष्यामः. धन्यवादः. अहं पठामि एव. अत्र कृताकृतप्रसङ्गः आट्टः च इत्यस्य तस्मात् सार्वधातुक आर्धधातुकयोः इति सूत्रं प्रतिनित्यं तस्मात् च बलवत्. अत्र आटः च इति सूत्रेण सार्वधातुक आर्धधातुकयोः इति सूत्रमेव बलवत् अस्ति. किमर्थं चेत् तत्र पूर्वं तु एतत् सपाद इति किमपि नास्ति. उभयोः तत्र सपाद अष्ट सपाद सप्ताध्यायः अस्ति. परन्तु पश्यतु, अत्र कृत अकृतप्रसङ्गः यदि अस्ति चेत् आटश्च सार्वधातुकार्धातुकयोः, यदि प्रथमतया प्रथमतया यदि सार्वधातुकार्धातुकयोः सूत्रं कार्यं करोति, तदनन्तरम् आटश्च इति सूत्रस्य प्रसक्तिः अस्ति वा? भवतीं पृच्छामि, यदि प्रथमतया सार्वधातुक आर्धातुकयोः इति सूत्रं कार्यं करोति, तदनन्तरम् आटश्च सूत्रस्य प्रसक्तिः अवशिष्यते न वा? सार्वधातुको आर्धधातुकयोः गुणः एव भवति, परन्तु आटश्च इति सूत्रेण वृद्धिः एव भवति खलु. परन्तु अनन्तरं वृद्धिः भवेत् खलु. परन्तु आटश्च सूत्रः एव अधिकं बलवत् भवति खलु. इदानीं पर्यन्तम् अस्माकं निवारणं मम प्रश्न कथं बलवत् अस्ति न वा इति चिन्तयामः खलु. तर्हि पश्यतु, सार्वधातुक आर्धधातुकयोः इति सूत्रं यदि प्रथमं कार्यं करोति, तर्हि अयोगः इ योगः त गुणं भूत्वा अयोगः ए योग आयोगः ए योगः च इति भवति. तदनन्तरम् आयोगः ए आटश्च इति सूत्रेण वृद्धिः भवति ऐ, खलु? तर्हि सावधातुक आधातुकयोः इति सूत्रस्य कार्यानन्तरमपि आटश्च सूत्रस्य प्रसक्तिः भवति. परन्तु यदि आटश्च सूत्रं प्रथमं कार्यं करोति तर्हि आयोगः इ योगः त आयोगः इ ऐ भवति, ऐ योगः त. इदानीं सार्वधातुकार्धातुकयोः इति सूत्रस्य प्रसक्तिः नास्ति, यतोहि ऐ इति इगन्ताङ्गं नास्ति, खलु? तर्हि कृत अकृत् प्रसङ्गी नाम अन्यसूत्रं कार्यं करोति न वा प्रथमसूत्रस्य प्रसक्तिः भवेत्, तथा अस्ति चेत् तत् सूत्रस्य किं संज्ञा भवति, का संज्ञा भवति? त्रिपाद्याम् अस्ति वा? यदि अन्यसूत्रस्य अपेक्षया अन्यसूत्रस्य कृत अकृतप्रसङ्गे यदि प्रथमसूत्रं कार्यं करोति तस्य प्रसक्तिः अस्ति एव, तर्हि तत् सूत्रं नित्यमस्ति इति चिन्तयामः, खलु? तर्हि सावधातुक आधातुकयोः इति सूत्रस्य अपेक्षया आटश्च इति सूत्रं नित्यमस्ति. सर्वे अवगच्छन्ति वा? आटश्च इति सूत्रं नित्यं कथमस्ति अवगच्छन्ति वा? प्रश्नः अस्ति वा तस्यापि? सार्वधातुकार्धजातिकम् इति सूत्रं नित्यं न, आटश्च आटश्च इति नित्यमस्ति. आटश्च भवति यतोपि पूर्वं वा परं वा सार्वधातुकयोः कृत्वा आटश्च भवति अपि, आटश्च प्रथमं भवति अपि, ऐ मीन् द्वयोः स्थितौ पाठश्च भवति. तदनन्तरं एव नित्यं वा? कौते निमित्तं पूर्वम् उपस्थितं खलु? बहु तदपि आगच्छति, तद् अन्तरङ्गस्यापि विषयः अग्रे आगच्छति. सत्यं भवति, भवती सत्यं वदति, परन्तु नित्य केवलं नित्यस्य विषये यदि वयं चर्चामः, किं सूत्रं नित्यम्? आटश्च वा सावधातुकार्धातुकयोः वा? आटश्च. अस्तु, तथा इदानीं महोदयाः महोदयायाः प्रश्नः समीचीनः अस्ति, अन्तरङ्गस्य अपि विषयः अस्ति न वा? पठतु अग्रे, अग्रे पठतु महोदय. आं जि, तत्र पूर्व उपस्थितनिमित्तिकम् अन्तरङ्गं, यस्य कार्यस्य निमित्तं पूर्वम् उपस्थितं तद् अन्तरङ्गम्. तर्हि अग्रे निमित्तं पूर्वम् उपस्थितं, खलु? अस्तु. आटश्च इत्यस्य ई धातोः इकारः इति निमित्तं पूर्वम् उपस्थितः. सार्वधातुक आर्धधातुकयोः इत्यस्य यः त प्रत्ययः इति निमित्तम् अनन्तरम्, अतः पूर्व उपस्थितनिमित्तिकम् अन्तरङ्गम् इत्यनेन आटः च इत्यस्य अन्तरङ्गत्वम्. तर्हि आटश्च इति सूत्रम् अन्तरङ्गमपि अस्ति. किमर्थम्? आटश्च इति सूत्रस्य ये यानि निमित्तानि सन्ति आयोगः इ, तानि निमित्तानि पूर्वं सन्ति, खलु? सार्वधातुकार्धातुकयोः इति सूत्रस्य निमित्तानि ये सन्ति इ योगः त, तानि निमित्तानि अनन्तरं सन्ति, खलु? अनन्तरं पूर्वम् इत्युक्ते स्थले, स्थले अनन्तरं स्थले पूर्वं. तर्हि स्थलदृष्ट्या अयोगः इ इति आटश्च आटशसूत्रस्य निमित्तानि पूर्वे स्तः निमित्ते पूर्वे स्तः. सावधातुकार्धातुकयोः इति सूत्रस्य निमित्ते स्तः इ योगः त, ते अनन्तरं स्तः. अतः पूर्व उपस्थितनिमित्तिकम् अन्तरङ्गम् इति सूत्रेण आटश्च इति सूत्रम् अन्तरङ्गं भवति, खलु? महोदय, सर्वत्र लेफ्ट् टु रैट् करणीयं वा? रैट् लेफ्ट् न, पूर्वं सदा लेफ्ट् टु रैट् अस्ति. लेफ्ट् रैट् एव साधारणमेव, रैट् लेफ्ट् सारभिक्. तर्हि जि अत्र अत्र निमित्तं पूर्वम् उपस्थितः, अतः आटः च इति कार्यम् अस्ति. एतत् सार्वधातुक आर्धधातुको विषये एतत् न पश्यति, न पश्यति इति नास्ति, न कार्यं करोति वा, पश्यति इति नास्ति. प्रश्नः केवलमस्ति यत् कस्य कार्यं प्रथमं भवेत्. पश्यति न, अत्र त्रिपाद असिद्धं न भवति, पश्यति. तर्हि इदानीं कार्यमस्ति यत् इदानीं प्रश्नः अस्ति यत् आटश्च इति सूत्रम् अन्तरङ्गमपि अस्ति, नित्यमपि अस्ति. अतः किं सूत्रं प्रथमं कार्यं कार्यं कुर्यात्, किं जनाः किं चिन्तयन्ति, आटश्च वा सहधतुकाधतुकयोः वा? आटः च. तर्हि अग्रे पठतु. आं पठामि. पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तर उत्तरं बलियः इति परिभाषया नित्य अपेक्षया अन्तरङ्गत्वं बलवत्, अतः नित्यमित्यस्य बलेन आटः च इति न, अपि तु अन्तरङ्गत्वम् इत्यस्य बलेन आटः च प्रथमं भवतु. एतत् आटः च प्रथमं भवति. सर्वे आगच्छन्ति वा? पूर्वपरनित्यान्तरङ्ग अपवाद उत्तरोत्तरं बलियः इति सूत्रेण प्रथमं किं किं द्रष्टव्यम्? अपवादः अस्ति न वा? अत्र अपवादः तु नास्ति, निरवकाशः न भवति. तदनन्तरम् अन्तरङ्गम् अस्ति न वा इति द्रष्टव्यम्. अत्र अन्तरङ्गमस्ति, आटश्चेपि सूत्रम् अन्तरङ्गत्वेन आटश्च सूत्रस्य अन्तरङ्गत्वं भवति, अन्तरङ्गत्वं भवति, अतः आटश्च इति सूत्रं प्रथमं कार्यं करोति. अत्र नित्यमस्ति तद् भिन्नप्रश्नः अस्ति, परन्तु नित्यस्य अपेक्षया अन्तरङ्गस्य बलमस्ति, अतः अन्तरङ्गत्वात् आटश्च इति सूत्रस्य प्रथमं कार्यं भवेत्, तदनन्तरं सर्वहतुक आर्हतुकयोः इति सूत्रस्य कार्यं भवेत् इति चिन्तनम् अस्ति. इति चिन्तनं केन परिभाषया, कया परिभाषया आगच्छति? पूर्वपरनित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति. तर्हि पश्यतु, अत्र यद्यपि सर्वहतुक आधातुकयोः इति परसूत्रमस्ति, परन्तु आटश्च सूत्रस्य प्रथमं कार्यमस्ति. किमर्थम्? अन्तरङ्गात्. तर्हि सर्वदा पूर्व परसूत्रं परसूत्रं परसूत्रं कार्यं करोति इति चिन्तयामः चेत् सर्वहतुक आधातुकयोः सूत्रस्य कार्यं प्रथमं भवेत्, परन्तु अत्र तथा नास्ति. यतोहि अत्र विप्रतिषेधं नास्ति खलु, अत्र अन्तरङ्गमस्ति, अन्तरङ्गमस्ति, अतः अन्तरङ्गत्वात् आटश्च सूत्रस्य कार्यप्रथमं भवति भवेत्. सर्वे आगच्छन्ति वा इदानीं पर्यन्तम्? आं जि. किन्तु अत्रापि किन्तु अस्ति, पठतु अग्रे. किन्तु अन्ततो गत्वा वर्णात् अङ्गं बलियः इत्यनेन सार्वधातुक अर्धधातुकयोः प्रथमं भवति. पूर्व उपस्थितनिमित्तिकम् अन्तरङ्गम् इत्यस्मात् वर्णात् अङ्गं बलियः इति परिभाषा बलवति. तदर्थे प्रथमं सार्वधातुक अर्धधातुकयोः इत्यस्य प्राप्तिः तथा एव अट्टश्च. एतत् सर्वं वयं चिन्तयामः, अन्तरङ्गं वा नित्यं वा किमस्ति वा, परन्तु तदनन्तरं वर्णात् अङ्गं बलियः इति परिभाषा अधिकबलवती अस्ति इति चिन्तयन्ते, इति वैयाकरणाः चिन्तयन्ति. वर्णादङ्गं बलियः अस्ति, अतः अङ्गकार्यं प्रथमं भवेत्, अतः सावधातुकार्धतुकयोः प्रथमं भवति, सन्धिकार्यम् अनन्तरं भवति इति अस्ति. तर्हि यद्यपि आटश्च इति अन्तरङ्गमस्ति, यद्यपि आटश्च इति प्रथमं कार्यं करोति पूर्वपरनित्यान्तरङ्गम् अपवादोत्तरोत्तरं बलिय इति परिभाषया, परन्तु वर्णात् अङ्गं बलीयः इति परिभाषा बलवती, अतः वर्णकार्यस्य अपेक्षया अङ्गकार्यं प्रथमं भवति, अतः सर्वहतुकाधतुकयोः इति सूत्रं प्रथमं कार्यं करोति, यतोहि अङ्गकार्यमस्ति. तर्हि आयोगः इ योगः त, आयोगः ए योगः त भवति, तदनन्तरम् आटश्च यत् सन्धिकार्यं सूत्रमस्ति, वर्णकार्यमस्ति, तस्य कार्यं भवति आयोगः ए ऐ ऐ इति भवति. तर्हि सर्वदा सर्वदा अङ्गकार्यं प्रथमं, तदनन्तरम् अन्ते अन्तिमसोपाने सन्धिकार्यं यत् अस्ति तत् करणीयम्. सर्वे आगच्छन्ति वा इदानीं पर्यन्तम्? आं जि. आयोगः एयोः त इति वृद्धिः ऐत् इति भवति. सम्यक्. अन्तिमं पठतु तृतीयबिन्दुः. आं जि, तृतीयबिन्दुः चिन्तनार्थं भाष्यकारः अत्र पतञ्जलि एव चिन्तनार्थं भाष्यकारः प्रतिपादयति यत् आडजादीनाम् आटः च इत्यनयोः अष्टाध्याय्याम् आवश्यकता एव नास्ति. लुङ् लङ् लृङ्क्षु अडुदात्तः च आटः च इत्येव प्राप्तमेव खलु अत्र पर्याप्तम् आभ्यां सर्वाणि रूपाणि सिद्ध्येरन् ऐच्छत् एतत् चिन्तनस्य विषयः. पूर्वमेव वयं दृष्टवन्तः ऐच्छति एतत् विषये खलु आत्मनेपदि तत्तु अस्ति. परन्तु अत्र प्रश्नौ जनाः वदन्ति यत् आटश्च आट् आधयनम् इति सूत्रयोः अष्टाध्याय्याम् आवश्यकता एव नास्ति इति केचन जनाः वदन्ति. लुड् लङ् ऋङ्क्षु अपि च अटश्च किमपि सूत्रं करोतु यत् वृद्धिः भवति. तर्हि इष् इष् धातुः अस्ति चेत् इष् योगः तत्र अड् आदादीनां सम्यक् सारि लुड् लङ् ऋङ्क्षु अडुदात्तः इति सूत्रम् आगत्य अयोगः इच् योगः त करोतु. तदनन्तरम् अटश्च इति किमपि सूत्रं करोतु येन अट् आगम् अस्ति चेत् वृद्धिः भवति. तर्हि अयोगः इ ऐ ऐच्छद् भवति, तथैव ऐधद् भवति. अत्रापि इन् धातु कृते अपि आडागमः मा करोतु, अडागमः एव करोतु. अयोगः इ योगः त, तदनन्तरं गुणकार्यम् अयोगः ए योगः त, तदनन्तरं सन्धिकार्यम् ऐ योगः त. तर्हि ते वदन्ति यत् वस्तुतः आड् आहदिना आटश्च इति सूत्रयोः तत्र आवश्यकता एव नास्ति अष्टाध्याय्यां. तत्र अजादि अस्ति चेत् आडागमः किमर्थम्, हलादि अस्ति चेत् अडागमः किमर्थं, तस्य आवश्यकता एव नास्ति. सर्वत्र अडागमः एव करोतु, सर्वत्र वृद्धिः एव करोतु. नाम हलादि अस्ति वा धातु, अजादि अस्ति वा धातु, अडागमः एव करोतु, अडागमस्य बलेन वृद्धिः एव करोतु. अत्र किमर्थम् आडागमः करणीयः, तस्य वृद्धिः भवेत्, तस्य किमपि आवश्यकता नास्ति इति जनाः चिन्तयन्ति. सम्यक् चिन्तनम् उत्तममेव महोदय. सम्यक् अस्ति. तत्र अनिवार्य तत्र अडादिनाम् आटश्च इति अनिवार्य नास्ति, न स्तः अस्तु. परन्तु इदानीं तु अष्टाध्यायमध्ये अस्ति, अतः इति सूत्रे अष्टाध्यायां स्तः, अतः अस्माभिः ते सूत्रे पाणिनिमहर्षि किमर्थम् अस्ति अष्टाध्यायाम् इति वक्तव्यम्. आम् सत्यं, परन्तु प्रायः तस्य आवश्यकता नास्ति इति चिन्तयामः. चिन्तनस्य विषयः अस्ति, परन्तु हा सत्यम्, अस्माकं कार्याय तु कापि हानिः नास्ति अत्र. तर्हि अस्तु, इदानीम् इण् धातोः तत्र दीर्घचिन्तनं समाप्तं. तत्र इण् धातोः मध्ये वस्तुतः एकमेव सूत्रं नूतनमस्ति, इणोयण्, परन्तु तत्र बहूनि कार्याणि सन्ति, यत् क्रमः कीदृशः, किमर्थं तादृशः क्रमः, प्रथमं किं करणीयम्, अनन्तरं किं करणीयम्, बहु सम्यक् रीत्या चर्चा अभवत्. तत्र अस्य चर्चायाः महत्त्वम् अन्यान्यस्थलेषु अपि वयं द्रक्ष्यामः. तर्हि बहु सम्यक् भवति. इदानीं न्यूनधातु इक् इक् धातु अग्रे रघुपति महोदय पठतु. हा महोदय, एकवारम् इक् स्मरणे इति धातु श्रूयते वा? इक् स्मरणे इति धातुः इक् स्मरणे नित्यम् आदि उपसर्गपूर्वकः धातुः परस्मैपदी च. अत्र अवधेयं यत् यथा पूर्वं कार्यस्य एकः क्रमः वर्तते, तं क्रमम् आधारीकृत्य प्रक्रिया प्रवर्तनीया. प्रथमं तु लङि अडागमः आडागमः च, तिङ्निमित्तिकम् अङ्गकार्यं, लङि आडागमः सति वृद्धिकार्यं, तिङ्प्रत्यययोजनं तत्सम्बन्धसन्धिकार्यं, यथा सामान्यम् अङ्गकार्यं सन्धिकार्यम् इतनयोः मध्ये प्रथमम् अङ्गकार्यं तदा एव सन्धिकार्यम् इति अस्ति. अग्रे पठामि वा? अस्तु. इकस्मरणे इति धातौ अचिष्णुधातुपूर्वां युवोरियङ् वङ्गौ इत्यस्य प्रसक्तिः न तु इणोयण् नाम इयङ् आदेशः प्रसक्तः न तु यण् आदेशः. तर्हि अजादि अपिस्सु इयङ् कृत्वा अधियोग ई योग अन्ति अधियोग इय इययोग अन्ति अधीयन्ति अधीयन्ति इति भवेत्. अतिष्णुधातुभ्रुवां युवोर्यम् उभङ्गौ इति सूत्रस्य प्रसक्तिः, परन्तु इणोयण् इति सूत्रस्य प्रसक्तिः न इति किमर्थम्? इणोयण् इति इण् इण् धातोः एव अस्ति, अतः तत्र यणादेशः भवति. अत्र इयङ् उवङ् आदेशः भवति. अचिष्णुधातु धातूना इकार उकारयोः अचिपरे अङ्ग इयङ्ग् आदेशः भवति इति अस्ति. इणोयण् इणोयण् इति सूत्रं केवलम् इण् धातु कृते अस्ति. इण् धातु आम्, अत्र इक् अस्ति, अन्य भिन्नधातुः अस्ति. तर्हि अत्र सामान्यसूत्रं यत् अस्ति, यत् इकारं धातु अस्ति चेत् अजादिप्रत्यये परे अस्ति चेत् ई स्थाने इयङ् भवति इति एव अस्ति. तर्हि अचिष्णुधातुभ्रुवां युवोर्यङ् उवङ्गौ अजादिप्रत्यये परे अस्ति चेत् इकारान्त अङ्गस्य अकारधातोः इकारस्य स्थाने इयङ् आदेशः भवति. तर्हि अधियोगः ईयोगः अन्ति, अत्र अन्ति अजादि अस्ति, अपि तपि अस्ति, अतः गुणस्य प्रसक्तिः नास्ति. गुणस्य प्रसक्तिः नास्ति अतः इकारधातु अचिष्णुधातु भ्रुवां युवोर्यम् उवङ्गौ इति सूत्रेण ई स्थाने इय भवति. अधियोगः इययोगः अन्ति अधीयन्ति इति सामान्यचिन्तनं भवेत्. परन्तु पठतु अग्रे. किन्तु तथा न भवति, अधीयन्ति इत्येव भवति. अत्र ध्येयं यत् एकं गणसूत्रं वर्तते इण्वधिक इति वक्तव्यम्. अनेन इक् धातुः इण् धातुवदेव भवति. अतः अत्र अधियोग इक् इण्वत् भवति. प्रथमम् इण् धातोः रूपं निर्मातु, तदा अधियोजयतु, अपि च यथा आवश्यकता सन्धिकार्यं करोतु. आहत्य इक् धातोः अजादि अपिसु इयङ् आदेशः न भवति, अपि तु इण्वत् यण् आदेशः एव भवति इति अस्ति. अस्तु. यद्यपि सूत्रं केवलम् इणोयण् इति विषये लिखति, केवलम् इण् धातुविषये, परन्तु तत्र एकं गणसूत्रम् अस्ति, नाम सूत्रपाठे नास्ति, गणकृते अस्ति, यत् इण्वद् इक् इति स्मर्तव्यम्. इण्वत् इक् नाम इण्वत् इत्युक्ते इन् सदृश, इन् सदृश इक् नाम इक् इति धातुः इन् सदृशः भवति. अतः इन् धातोः रूपाणि यथा भवन्ति, तथैव इक् धातोः रूपाणि भवन्ति. अतः इणोयण् मध्ये, अतः इन् धातु कृते इणोयण् इति सूत्रेण अजादि अपि प्रत्ययः परे अस्ति चेत् यण् आदेशः भवति, न तु इयङ् आदेशः. तथैव इक् इक् धातोः कृते इण्वद् एव यण् आदेशः भवति, न तु इयङ्. अतः यण् आदेशः करणीयः, न तु इयङ् आदेशः इति. सर्वे अवगच्छन्ति वा? आम् महोदय. आम् महोदय. तर्हि इक् धातु इण् धातु इव भवति इण्वद् इक् इति वक्तव्यम्. इदानीम् अस्तु, इदानीम् अधियोगः इक् इति सूत्रस्य इति कृते रूपाणि कुर्यामः. तर्हि महोदय अत्र अग्रे लटि रूपाणि करोतु. अधियोगः इक्, हा अस्तु महोदय. अधियोग इक् इति अस्ति, अधियोग इ इति अस्ति, अधियोग एकवारं महोदय तत्र अहं स्थापयामि कुत्र अस्ति. अस्तु, अधियोग ति इति अधियोग ईयोग ति अत्र इकारस्य इदं तिप् तिङ् निमित्तीकृत्य गुणः भवति. अधियोग सार्वत्कार्धकः इत्यनेन गुणः भवति. अधियोग एति इदानीम् अधियोग एति इदानीम् इको यण्णाचि इत्यस्य सूत्रस्य प्रसक्तिः अस्ति अधि, अतः अध्येति इति भवति. द्वितीयमस्ति अधियोग इयोगतः, अत्र अपित् अस्ति अतः किमपि कार्यं नास्ति, इतः अतः अधियोग इतः अधीतः अकसवर्णदीर्घस्य सूत्रस्य प्रसक्तिः अस्ति अधीतः इति भवति. इदानीम् अधियोग इयोग अन्ति अत्र इण्वत् इति भवति, अत्र अचिष्टुधातुभावम् इयङ् वङ् इत्यस्य सूत्रस्य प्रसक्तिः अस्ति, परन्तु इण्वद् इण्वद् इक इति सूत्रेण सूत्रमस्ति वा एकवारं महोदय, इण्वदिक इति वक्तव्यम्. अस्तु, गणसूत्रम् इण्वदिक इत्यनेन यणादेशः भवति, अतः इक् य इति यन्ति इति भवति, अधियोग यन् अन्ति एकवारम् अधियोग यन्ति यन्ति अधि अधियोग यन्ति अधियन्ति इति भवति, अधियन्ति वा. रूपद्वयमस्ति महोदय, रूपद्वयमस्ति, अध्यन्ति एव अधीयन्ते अधीयन्ते वा, एक एव रूपम् अधीयन्ति, एक एव रूपम् अचिष्टभ्रुवां न करोति न करोति. इण्वद् इक् इति वक्तव्यं खलु, तत्र इक् इति इण् इण् इण्वद् अस्ति इति अत्र इण्वद् भवति, ह्रस्वइकारः एव अस्ति, अधीयन्ति अग्रे इण्वद् जि. अत्र धातुः इन् गतौ वा न, अत्र धातु इक् स्मरणे, इक् स्मरणे इन् गतौ इति अभवत् खलु, एतत् इक् इत्यस्मिन् सर्वदा अधिपूर्वक भवति इति अस्ति. अस्तु, अधियोग अधियोग अधियोग इयोग सि इति इदानीं सार्धत्वकार्धत्वक सि इति पित् अस्ति, अतः अङ्गस्य गुणः भवति सार्धत्वक इत्यनेन ये भवति अधियोग ये, इदानीं ये योग सि इकार यकार अत्र यणसन्धिः भवति, अद्ये अद्ये सि इदानीम् आदेशप्रत्ययेन अद्येषि इति भवति आदेश षत्वम् सर्वदा अन्ते आगच्छति, किमर्थं हा तत्तु आदेशप्रत्यय इति सत्त्व षत्वं सन्धिकार्यमस्ति, अपि च प्रतिपाद्यमस्ति वा जानामि, सन्धिकार्यं अधियोगः इति अपि अस्ति खलु, परन्तु अधियोग ए मध्ये यण् सन्धि अस्ति, इको यणचि षष्ठमाध्याये आगच्छति आदेशप्रत्ययः, हा हा षट् षष्ठ षष्ठ अध्याय अस्ति, अस्तु अथवा अध्येषि अन्ते भवति अध्येषि अध्येषि. अधियोग इयोगतः अधीतः इति भवति, अधीत अत्रापि अत्र गुणस्य प्रसक्तिः नास्ति, अधि अधियोग इयोग मि अस्ति, अत्र मिप् पित्वात् गुणः भवति ये इति एमि इति एमि, इदानीम् अधियोग एमि अत्रापि यणसन्धिः इदानीम् अध्येमि इति भवति, इकारस्थाने यकार अध्येमि इति रूपम्, अधियोग इव अधीवः अधीमः इति रूपम्, अध्येति अधीतः अधीयन्ति अध्येषि अधीतः अधीतः अध्येमि अधीवः अधीमः सोरि अध्येमि अधीवः अधीमः रसो अस्तु न सम्यक् दीर्घः अस्ति किं वदामि अधीवः अधीमः अस्तु अग्रे लोट् विजय महोदय लोट् कुरु लोट् एकनिमिषं मध्ये लोट् लकारः अधियोगः ईयोगः तु इक् इत्वत् भवति इण्वत् अतः समानरूपाणि भवन्ति अध्येतु इति किम् अध्येतु अध्येतु अध्येतु किमर्थं चेत् गुणकार्यं येति इति भवति, तदनन्तरं एतु अधि योगः एतु अध्येतु इति अधीतात् इति अन्यरूपं तदनन्तरं द्विवचने अधीताम् अधियोगताम् अधीताम् अधीयन्तु अधीयन्तु द्विवचने अधीताम् अनन्तरम् अधीयन्तु ह्रस्व इकारः दीर्घ इकारः अधीयन्तु मध्ये ह्रस्व इकारः एव अधीयन्तु तदनन्तरं मध्यपुरुषे एकवचनं अधीहि मे सूत्रमस्ति सेहिपि च इति सूत्रं सम्यक् स्थाने अधीहि अधीतात् अनिरूपं तदनन्तरं द्विवचने अधीतम् अत्र दीर्घ इकारः भवति तदनन्तरं अधीत महोदय उत्तमपुरुषे उत्तमपुरुषे आनि अधि अधियोगः अधियोगः आनि अत्रापि यण् सन्धि एव अद्ययानि किं भवति किं भवति पुनः वदतु अद्ययानि अद्ययानि वा अध्ययानि अत्रापि गुणकार्यं भवति गुणकार्यं भूत्वा अद्ययानि तदनन्तरम् अद्ययाव अद्यय अद्ययाम समानमेव अद्येषु अधीताम् अधीताम् अधीयन्तु भवत्याः सिक्सर् प्राप्तं वा औट् आफ् द पार्क् सिक्सर् अस्ति सिक्सर् करोति महोदय भवती धन्यवादः महोदय ऐ एम् आल्वेस् नर्वस् एकः अपि दोषः नास्ति बहु सम्यक् अस्ति अदे अप्पा थ्याङ्क् यू धन्यवादः महोदय उपलब्ध्याः महत्त्वं चिन्तयतु अदादिगणस्य धातोः लोट् लकारे भवती एकः अपि दोषः न करोति दोषं न करोति खलु अदादिगण जटिल् अस्ति खलु धन्यवादः भवति इदानीम् अग्रे को अस्ति मलन महोदय भवती करोतु लङ् आं महोदय लङ् लकारः अधियोगः आ इति लङ् लुंषु उदात्तः इत्यनेन अडागमः भवति अधियोगः आयोगः महोदय अडागमः भवति वा अत्र धातु ओ इन् अस्ति अच् अच् आडजादिनम् इति अस्ति क्षम्यताम् अतः अधि आयोगः ईयोगः इत् अपित् अस्ति अतः गुणसन्धि पित् अस्ति पित् अस्ति पित् अस्ति अतः गुणसन्धि ये भवति अधियोगः इत्यनेन आटच इति सूत्रं कार्यं करोति महोदय अत्र वृद्धिः भवति अधियोगः ऐ ऐत् ऐत् अद्यैत् अद्यैत् इति रूपम् तत्र तत्र गुणसन्धि न भवति गुणकार्यं भवति तत्र इति सूत्रेण गुणकार्यं भवति तत्र सन्धि गुणकार्यं भवति अग्रे अद्यैत् अधियोगः आयोगः ईयोगः ताम् अपित् अस्ति अतः अधियोगः वृद्धिकार्यम् ऐ ऐताम् अद्यैताम् अद्यै अद्यैताम् येन सूत्रेण वृद्धिकार्यं भवति आटच अद्यैताम् अधियोगः आयोगः इयोगः अन् अत्र अत्रापि अपित् अस्ति अतः आटच इति वृद्धि भवति ऐ ऐ अद्य अदादिप्रत्यय अस्ति अतः इन्वर्ट् इक् इति वा वक्तव्यम् इति वार्तिकेन अत्र इन्वर्ट् भवति अत्र एन् एन् भवति आयोगः अधियोगः ऐ वृद्धिः भवति आट च यकारः आगच्छति खलु यकार आम् आं महोदय अत्र अधियोगः यन् अधियोगः आयोगः अध्यायन् अध्यायन् योगः ई योगः अन् अन् अध्यायन् इनोयन् इन्वर्दिक् इति वक्तव्यमिति सूत्रेण इकारस्य स्थाने य अधियोगः आयोगः यन् अधियोगः आयन् इकोयणचि सूत्रेण अध्यायन् अध्यायन् अत्र अपित् अस्ति अधियोगः आयोगः ईयोगः सकारः अस्ति ससदृशो रुः इति सूत्रेण गुणकार्यं करोतु खलु अये अधियोगः आयोगः ये प्रथमम् अनन्तरं अधियोगः आयोगः ये वृद्धिकार्यं वृद्धिकार्यं भवति वा महोदय अत्र भवति अधियोगः अयोगः सकारः सकारः इदानीं ससदृशो रुः इति सूत्रेण विसर्गः भवति अत्र ऋत्वं भवति तदनन्तरं करवसानयो विसर्जनीय इत्यनेन विसर्गः भवति ऐकारः भवति अत्र आम् अद्यैः अत्रापि प्रथमं सन्धि भवति तदनन्तरं विसर्गं भवति विसर्गं भवति त्रिपाद्याम् अस्ति चिन्ता नास्ति अत्र रूपमेकमेव भवति अद्यैः अग्रे अद्यैः आम् अधियोगः आयोगः आयोगः ईयोगः तम् अत्र अपित् अतः वृद्धिः एव भवति अधियोगः अयोगः तम् अद्यैतम् अनन्तरम् अद्यैत अनन्तरम् उत्तमपुरुषम् अधियोगः आयोगः ईयोगः अम् पित् अस्ति अतः गुणकार्यं भवति एकारः तदनन्तरं वृद्धिकार्यं भवति ऐकारः एकारः आगच्छति खलु ऐकारः भवति अधियोगः ऐन् ऐ अद्यैम् किं भवति अध्ययन् अद्यैम् अधियोगः आयोगः सम्यक् अत्र अम् अस्ति खलु किं करोमि आं सम्यक् अम् अस्ति खलु, तर्हि अधियोगः आयोगः ईयोगः अम् तत्र गुणः भवति. अधियोगः आयोगः एयोगः अम् तत्र अम् अधियोगः ऐयोगः अम् वृद्धि कृत्वा ऐयोगः अम् इति किमस्ति? आयम् अध्यायम् अध्यायं सम्यक् अध्यायम् आम् अध्यायम् तदनन्तरम् अधि अधियोगः आयोगः ईयोगः वा अपि तस्ति अधियोगः ऐयोगः वा अद्यैव अद्यैव अद्यैम अध्यैत् अध्यैत् अध्ययिताम् अध्यायन् अध्यैः अध्ययितम् अध्ययित अध्यायम् अध्यैव अध्यैम प्रथम अध्यायं द्वितीय अध्यायम् एतत् सर्वं तत्र एव स्वीकृतं वा जि अध्यायम् इति पदं न न अत्र अध्याय इति पदं तु सुबन्तमस्ति खलु परन्तु अत्र उत्तमपुरुषस्य अध्यायम् इत्युक्ते किम् अत्र स्मरणं करोमि अधिस्मरणम् अहम् अध्यायम् अत्र तिङन्तपदमस्ति अहम् अध्यायम् अहं अहं स्मरणम् अहं स्मरणं कृतवान् अहं गीता प्रथम अध्यायम् अध्यायम् सम्यक् अस्ति एकवारं वदतु अहं गीता अध्यायम् अध्यायं गीता प्रथम अध्यायम् अध्यायं कृतवती न अध्यायमेव क्रियापदमस्ति क्रियापदमस्ति अहं गीतायाः अध्यायम् अध्यायं तत्र प्रथम अध्यायम् अस्ति अध्याय इति सुबन्तपदस्य सुबन्तपदं परम तदनन्तरम् अध्यायम् इति अस्ति लङ्लकारः क्रियापदं सः कृतवती तस्य आवश्यकता नास्ति अत्र अध्यायम् एव क्रियापदमस्ति सम्यक् अस्ति अहम् अध्यायम् अध्यायम् अस्तु अग्रे इदानीं को अस्ति मीना महोदय समापयतु विधिलिङ्ग् अत्र किमपि कार्यं नास्ति भवत्या अपि शिक्षर् करोतु अधियोगः कुत्र अस्ति कुत्र अस्ति अधियोगः इन् दातु किं दातु इक् दातु इक् स्मरणे इक् स्मरणे अधियोगः ईयोगः या अधीयात् किमपि नास्ति वर्णमेलनमेव अधियोगः ईयोगः यात् अधियोगः ई दीर्घ सवर्णदीर्घः किल अधीयात् अधीयाताम् अधीयुः अधीयाः किमपि नास्ति अधीयातम् अधीयात अधीयाम् अधीयाव अधीयाम सर्वत्र वर्णमेलनमेव खलु जि वर्णमेलनं न सन्धिकार्यं केवलं सर्वत्र तर्हि सन्धिकार्यं वर्णमेलनं नास्ति सन्धिकार्यं भिन्नमस्ति वर्णमेलनम् इत्युक्ते केवलं वर्ण तत्र संहितामध्ये परस्पर तत्र स्थापयामः तत्र वर्णमेलनं सन्धिकार्यमध्ये रूपपरिवर्तनं भवति खलु वर्णमेलनं रूपपरिवर्तनं न भवति दीर्घः भवति अकः सवर्णे दीर्घः इति सूत्रेण केवलं सवर्णदीर्घः सन्धिः भवति अधियात् अधियाताम् अधीयुः अधीयाः अधियातम् अधियात अधीयाम् अधियात् तर्हि लट् लोट् लङ् विधिलिङ्गि इति लकारेषु अधियोगः इक् धातोः कृते रूपाणि वयम् इदानीं जानीमः कस्यापि प्रश्नः अस्ति वा इदानीं पर्यन्तं नास्ति चेत् अग्रे गच्छामः अस्तु समयः अष्टादशवादने सार्धनववादने पर्यन्तं वा समयः सार्धनववादने पर्यन्तं धन्यवादः जि अस्तु इदानीम् अग्रे तृतीयः इङ् अध्ययने धातुः इङ् अध्ययने इति धातुः इङ् धातुः मित् अतः आत्मेपदे आत्मेपदे धातुः नित्यम् अधिपूर्वः च इक् इक् इक् स्मरणे एव हलादिपित्सु आत्मा आत्मनेपदि धातुषु हलादिपित्सु ओके गुणकार्यं नास्ति एव किमर्थं चेत् हलादिपित्सु गुणकार्यं नास्ति कुत्र हलादिपित्सु गुणकार्यं नास्ति इति न आत्मनेपदेषु आत्मनेपदि धातुषु अस्ति न न हलादिपित् इति प्रत्ययः एव नास्ति आत्मनेपदी मध्ये हलादिपित् नास्ति सर्वे लोट्लकारे आत्मनेपदं सर्वे अपित् एव किल न न लोट्लकार कुत्रापि कुत्रापि आत्मनेपदे आत्मनि कुत्रापि आत्मनेपदि धातुषु हलादिपित् प्रत्ययः नास्ति अजादि एव लोट्लकारे पित् अस्ति अग्रे हलादिपित्सु आत्मनेपदि धातुषु गुणकार्यं नास्ति एव ओके अजादिपित्सु अजादिपित्सु ऐ आवहयामहे किल पित्सु गुणः अयादेशः अधि इ योगः ऐ गुणः गुणे अधि योगः ए योगः ऐ ऐ ऐ आदेशः अधि ऐ योगः ऐ सन्धिकार्यम् इको यनचि अधि अधियोगः ऐ योगः ऐ इको यनचि अध्ययम् अधियोगः ऐ इकयन् अध्ययत् योगः ऐ अध्ययै हलादि अपित्सु हलादि अपि अत्र अस्ति वा हलादि केव एवं सर्वत्र हलादि अपि च नीति च गुणनिषेधः अधि ईते अकसवर्णे दीर्घः अधीते अजादि अपित्सु नीति च गुणनिषेधः अचिष्णुधातृभूमिवोर्यङ्गौ इत्यस्य प्रसक्तिः अधि इ आते अधि ई अचिष्णु अचिष्णु इयन् भवति अधि इ आते अधि इयाते अकसवर्णे दीर्घः अधीयाते अत्र अवधेयं यत् यथा पूर्वं कार्यस्य एकक्रमः वर्तते प्रश्नः अत्र अचिष्णु किमर्थं कार्यं करोति अजादि अपि अस्ति चेत् अजादि अचिष्णु धातु अचिपरे किमर्थं तदेव पृच्छामि किमर्थं पुत्रस्य कार्यं भवति किमर्थम् इत्युक्ते निमित्तं किमस्ति अत्र निमित्तम् अचिपरे अचिपरे एव निमित्तम् अपि च अचिपरे इकारः धातुः अस्ति तस्मात् इकारः अचिपरे ओ अचिपरे आते आते अचिपरे किल इकारः धातो इकारस्य इयन् भवति शुद्धं वा शुद्धं वा महोदय शुद्धं वा शुद्धं वा किमपि उक्तं मया शुद्धं वा न हा सम्यक् अस्ति अत्र अधियोगः ईयोगः आते इ इति इकारं धातुः आ इति अचादि प्रत्ययः अतः इयङ् आदेशः भवति अत्र गुणकार्यं न भवति अतः अजादि अत्र इयङ् आदेशः भवति परन्तु अत्र इणो यण् सूत्रं कार्यं न करोति वा यण् आदेशः न भवति वा धातु एव अत्र इङ् धातु तर्हि इनोयण् केवलम् इन् धातु कृते अपि च इक् धातु कृते इण्वद् इक् इति सूत्रेण तर्हि इनोयण् इति सूत्रेण ई स्थाने यण् आदेशः केवलम् इन् इन् गतौ इति धातु कृते अपि च इक् स्मरणे इति धातु अत्र धातु अस्ति इङ् अध्ययने अत्र किमपि इनोयण् अथवा इण्वद् इक् इति किमपि कार्यं न भवति अतः अत्र सामान्यतया इयङ् आदेशः एव भवति अजादि अपि प्रत्ययपरे अस्ति चेत् अतः अधीयाते अग्रे अत्र अवधेयं यत् यथा पूर्वं कार्यस्य एकक्रमः वर्तते तं क्रमम् आधारीकृत्य प्रक्रिया प्रवर्तनीया एकः लङि अडागम आडागम च तिङ्निमित्तम् अङ्गकार्यं लङि आडागमे सति वृद्धिकार्यं तिङ्प्रत्यययोजनं तत्सम्बन्धसन्धिकार्यम् अन्तिम उपसर्गयोजनम् अधीति उपसर्गयोजनं तत्सम्बन्धसन्धिकार्यम् उपसर्गं योजनम् अन्तिमे एव कर्तव्यं वा अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि उपरि दत्तानां उपसर्गं पूर्वमेव आगच्छति खलु अन्तिमे कथम् आगच्छति कार्यम् अन्तिमं सन्धिकार्यम् अन्ते भवति तस्य उपसर्ग सर्वदा यदा मूलपदं यदा भवति तदनन्तरम् एव उपसर्ग आगच्छति सन्धिकार्यं भवति इति तद् आगच्छति पूर्वे उपसर्गः अस्ति अतः परन्तु तस्य कार्यम् अन्ते भवति अग्रे चतुर्ष इदानीं धन्यवादः विजया महोदय इदानीं भवती आरभतु अधियोगः इङ् धातु आत्मनेपदि लट्लकारे रूपाणि करोतु अस्तु लट् रूपाणि अग्रे चतुर्षु अद् एतत् न पठनीयं खलु अस्तु लट् लट् करोतु लट् लट् तत्र अधि इति अस्ति अनन्तरं तत्र लट् रूपं खलु लट् रूपम् आत्मनेपदी ते इति अस्ति आदि योगः ई योगः ते तत्र आदि ह्रस्वं भवति प्रथमम् अनन्तरम् अग्रिमवर्णः ई अस्ति अतः दीर्घं भवति आदि इति सव अकः सवर्णे दीर्घः इति सूत्रेण तत्र दीर्घं भवति अनन्तरं ते इति उपयोजनेन योजनेन अदीते इति आगच्छति सम्यक् अनन्तरं द्विवचनम् इते इति अस्ति तत्रापि अदि योगः इकारः द्विवचनं किमस्ति इते इति आते खलु किमर्थम् आते आनदन्तमङ्गमस्ति न न इते अदन्त अङ्गकृते भवति खलु अनदन्तम् अनदन्तम् एव अस्तु अस्तु ते आते अते से आते द्वे आत्मनेपदे अनदन्तम् अस्तु ए वहे महे अस्तु तत्रापि तादृशमेव कार्यं तत्र अधि इति अस्ति इकारः अस्ति अनन्तरम् आते इति अस्ति दीर्घं भवति प्रथमम् अधि इति अनन्तरम् आते इति अस्ति तत्र इन् इकारस्य स्थाने यकारः आगच्छति तत्र इकारस्य स्थाने यकारः दोषः भवति दोषः वा अन्ते भवति उपसर्गस्य कार्यं सर्वदा अन्ते भवति अस्तु तत्र अचिस्नूर् धातु ब्रुवोम् इवोर् इवम् एतत् एव तत्र कार्यं करोति वा? अस्तु, अतः तत्र अधियोगः इयोगः आते, अत्र आते अजादि अपि प्रत्ययः अस्ति, अतः प्रथमम् अङ्गकार्यं करणीयः. करोतु, इयोगः आते किमस्ति? अङ्गकार्यं तत्र प्रथमम् अधियोगः इकारः, अनन्तरम् आते इति अस्ति, तत्र प्रथमम् अधि इति भवति, अधि दीर्घं भवति, अनन्तरं न भवति तत्र आते. महोदय, उपसर्गस्य सन्धिकार्यम् अन्ते भवति, दीर्घम् अन्ते भवति, भवति चेत् प्रथमतया उपसर्गं त्यक्त्वा कार्यं करोति. ई योगः आते किं भवति? एतत् प्रथमं मया उक्तं खलु, एतत् विषये अचिष्णु धातु ब्रुवो युवर् एवं कार्यं करोति एव इति मया उक्तं खलु. तत्र कार्यं कृत्वा किं भवति? तत्र अधि त्यजतु, अधि त्यजतु, केवलम् ई योगः आते करोतु प्रथमं. तत्र अजादिपते परे एकं महोदय, न न न, तत्र अचि प्रत्ययम् अजादिप्रत्ययं परे अस्ति खलु, तत्र अत्र अस्ति खलु, अतः अतः इयङ् इति स्थाने तत्र यकारः आगच्छति वा? न न न, महोदय, धातुः कः अस्ति, धातुः कः अस्ति अत्र? धातु तत्र धातु तत्र किम् अस्ति? प्रत्ययम् आते इति अस्ति, आते इति अपित् अस्ति वा पित् अस्ति? आते तत्र अपित् अस्ति. अजादि अस्ति वा हलादि अस्ति? अजादि. अजादि अपित् प्रत्ययः अस्ति चेत् इकारं धातोः स्थाने किं भवति? यकारः. हा, यकारः नास्ति, इयङ् आदेशः अस्ति खलु. एकनिमिषः, यण् नास्ति, यण् भिन्नम् अस्ति, यण् मध्ये केवलं यकारः अस्ति, इयङ् इत्युक्ते इय. तर्हि ई स्थाने किं भवति अत्र? ई स्थाने यकारः आगच्छति. ई स्थाने यकारः न, ई स्थाने इय. किमर्थम् इय? इयम् आदेशः खलु, अचिष्णु धातु. अस्तु अस्तु अस्तु अस्तु, इय आगच्छति, अनन्तरम्? अनन्तरं भवति इयाते, इयाते इति रूपं भवति, आते, आते योजनेन. इयाते, तदनन्तरम् उपसर्गं योजयतु, किं भवति इदानीम् अधियोगः इयाते? अधीयाते इति आगच्छति. अधीयाते अस्तु, तत्र अति प्रथमम् उपसर्गमस्ति खलु? उपसर्गमस्ति, परं तस्य कार्यम् अनन्तरे भवति, अन्ते भवति इति चिन्तयतु. अस्तु, अग्रे अग्रे तादृशमेव, प्रथमम् अधि इति अस्ति, ईकारः अस्ति, अनन्तरं रूपं तु अते इति अस्ति. तत्र अधि दीर्घमस्ति, अते इति अस्ति, अधि अते, तत्र अते अधि तादृशमेव, अधीयते इति आगच्छति. अनन्तरम् अधीशे तादृशमेव, प्रथमम् अधि इति, अनन्तरम् ईकारः अस्ति, अनन्तरं तत्र तिष्ठति एव. अनन्तरं आदेशे इति अस्ति खलु तत्र, आम् आदेशे प्रत्ययोः इति कार्यं करोति, अतः अधियोगः शे इति अधीशे इति आगच्छति. अनन्तरं आत्ते इति अस्ति, अधीयाते इति आगच्छति. अनन्तरं द्वे योजनेन अधीद्वे इति अस्ति. अनन्तरम् उत्तमपुरुष एकवचनं अधि इति दीर्घमस्ति. अनन्तरं तत्र एकारः अस्ति. पुनः वदामि, अधि अनन्ते करोतु, दीर्घम् अस्तु अस्तु. अधि अधि योगः, इकारः योगः, एकारः तत्र एकारः अकार एकारमेलनेन अधि ये इति भवति, परन्तु तत्र तत्र एकारः किमर्थं तत्र एकारः अस्ति, परन्तु तत्र अपि अचिष्णुवो धातु भ्रुवो युवर् युवो युवर् युवरिङ्ग् कार्यं करोति वा तत्र एकारः करोति न? रस अधि इति रसं भवति, अनन्तरम् इकारः अस्ति, अनन्तरं एकारः अस्ति, अधीये इति भवति, अधीये तावदेव. अधीये सम्यक्, इयङ् आदेशः भवति, अधियोगः इय योगः ए, अधियोगः इये अधीये. सम्यक्, अग्रे. अनन्तरं तत्र अधिवहे अधिमहे वहेमहे योजनेन अधिवहे अधिमहे एव आगच्छति. अहं वदामि, अधीते अधीयाते अधीयते, अधीशे अधीयाते अधीद्वे, अधी अधीये अधिवहे अधिमहे. यत्र यत्र अधीय अधीयाते अधीयाते अधीये अस्ति तत्र दीर्घम् अस्ति खलु, सर्वत्र दीर्घमेव, सर्वत्र सर्वत्र दीर्घमस्ति. अस्तु, तर्हि कुत्रापि यण् आदेशः नास्ति, इयङ् आदेशः अस्ति अथवा वर्णमेलनमस्ति इति एव भवति. अस्तु, अग्रे विजिमहोदय पुनः लोट् न न विजय नास्ति, इदानीं रघुपतिमहोदय लोट्. आं महोदय, लुट् लकारे ताम् आताम् अतां स्व अथां द्वम् ऐ आवहे आमहे. अत्र ताम् इति अपि प्रत्ययः अस्ति, इयोग ताम् इताम् इदानीम् अधियोग इताम् अधीताम् इति अत्र किमपि कार्यं नास्ति. इयोग आताम् इति अस्ति, इयोग अथाम् इत्यस्मिन् इदानीम् अतिष्ठु धातुब्रुवाङ् इय वङ्गौ इत्यनेन इ आदेशः भवति, इ आताम् इति भवति, अधियोग याताम् अधीयाताम् इति भवति. अधि सोरि इयोग अताम् अत्रापि अचिष्टु धातुब्रुवाङ् इय वङ्ग आदेशः भवति, इयङ् आदेशः, अतः इताने इय आदेश इयताम् इति, इयताम् अधियोग इयताम् अधीयताम् इति भवति. अधियो क्षम्यताम्, इयोगस्व इयोगस्व इति अस्ति, अत्र इश्व इति भवति आदेशप्रत्ययः, इश्व इश्व इति अधियोग इश्व अधीस्व अधीश्व अनन्तरं सबन्धिकसन्धि भूत्वा. इयोग अथाम् अथापि अत्रापि अचिष्टधातुपूर्वम् इयङ् उवङ् आदेशः, युवोः इयङ् उवङ् आदेशः भवति, अतः इयङ् आदेशः इत्यत्र इय योग इकारस्य स्थाने इ आदेशः, इयाथाम् इदानीम् अधि उपसर्गपूर्वक अधीयाताम् इति भवति. ध्वम् इध्वम् इति अत्र यत् किमपि कार्यं नास्ति, इध्वम् अधियोग इध्वम् अधीध्वम् इदानीम् इयोग ऐ अस्ति, अत्र पित् अस्ति, अतः गुणः भवति साधुकाधुः इत्यनेन. ये योग ऐ इदानीम् इयोग ऐ इदानीं यचो यवा इत्यनेन अय आदेशः भवति, अयै इति भवति, इदानीम् अयै यो अधियोग अयै इदानीम् अधियोग अयै इत्यत्र यणसन्देहः प्रसक्तिः, अतः यकार भवति अद् यकार अद्य अध्ययै इति भवति अध्ययै अग्रे अध्ययै इति अधियोग आ सारि ईयोग आवहै अत्रापि ईयोग आवहै अत्र गुणः भवति साधारणतनेनापि पित् अस्ति अतः ये ये योग आवहै ये योग आवहै इति अस्ति तत्र ये योग आवहै इत्यत्र एणस् यचोयव इत्यनेन सूत्रेण अया अयावहै इदानीम् अयावहै अस्ति अधियुग अयावहै एण् सन्ति अत्रापि अद्य वा अद्य वा एकनिमिषम् अधि अयावहै इति खलु अयावहै अद्य अद्यावहै इति भवति वा अद्ययावहै अद्य क्षम्यताम् अद्यावहै अत्र क्षम्यताम् अद्य यकारद्वयमस्ति एकन्ति ए योगः आवहै तत्र भवति अयावहै तदनन्तरम् अधियोगः अयावहै अयावहै अद्ययावहै इति अद्ययावहै इति अस्तु यन् सन्ति तथैव अद्ययामहै इति भवति तत्रापि गुणः भवति साधक इत्यनेन गुणः भवति अनन्तरं यच यावः इत्यनेन अयामहै इति अयामहे इत्यनेन इदानीम् अधियोगायाम् अध्ययामहे इति भवति अधीताम् अधीयाताम् अधीयताम् अधीश्व अधीयाताम् अधीत्वम् अध्ययै अध्ययावहै अध्ययामहै तत्रापि मध्यमपुरुषे स्व इति श्वः श्व आदेशप्रत्ययोः एतत् कापि कार्यं करोति अस्तु धन्यवादः महोदय अग्रे विधि महोदय लङ् विधि महोदय डिफिकल्टि अधि महोदय त आतामस ताः आतां त्वम् इ वै महि किल अधियोगः आ योगः इ योगः त महोदय लङ्लकारं किल अधियोगः आयोगः ईयोगः त वा ईयोगः यन् सन्धि अधि योगः आयोगः यट किमर्थं भवति इकारः यकारः आदेश येन सूत्रेण अकार इकारयोः स्थाने यकारः कथं भवति धातोः स्थाने यकारः कीदृशः भवति किमर्थम् प्रथमं सर्वदा उपसर्गं विहाय प्रथमं रूपं करोतु तदनन्तरम् उपसर्गम् अयोजयति करोतु आयोगः ईयोगः त करोतु एत एत किमर्थम् एत आयोगः ई यत् आटश्च सूत्रं कार्यं न करोति वा वृद्धिः भवेत् किल ऐत ऐत इदानीं सूत्रं योजयतु उपसर्गं योजयति अधियोगः ऐत अध्ययित अध्ययित तदनन्तरं तत्र यन् सन्धि कार्यं करोति खलु जि तत्र यन् सन्धि आताम् अधियोगः आयोगः ई योगः आता आदि योगः आ योगः इ आतां अडादिप्रत्यय अतः इय इति आदेशः भवति किल तेन अनन्तरम् इयातां तदनन्तरम् आयोगः अत्र वृद्धिः भवति आटश्च इति कारणेन अद्यै या तां अद्ययातां तद्वदेव अद्यै यत किमर्थमिति चेत् अत्र तु आताम् अत्र बहुवचने अत इति प्रत्ययः भवति तदपि अजात् प्रत्ययः अपि अतः अद्यैत अद्येयत महोदय तदनन्तरम् अद्ययोगः आयोगः ईयोगः ताः अधियोगः या ताः तदनन्तरम् अद्यैताः महोदय अद्यैताः एव तद्वदेव अद्यैयातां अद्यैद्वम् अपि अद्यैद्वम् एव अद्यैध्वम् अद्यैध्वम् अधियोगः अद्यैध्वम् प्रत्यय वा ई अधियोगः आयोगः ईयोगः ई ओ अत्र इय इति आदेशः भवति किल महोदय केन सूत्रेण शृणु अतिष्णु धातुभ्रुवां योर् इयङ् वङौ इति सूत्रेण इय इति भवति परम् अधि अत्र तु आटश्च इति सूत्रेण वृद्धि भवति अद्यै इति यकारम् अद्यै वहि अद्यै महि तादृशमेव रूपम् अद्यैत अद्यै आत्ताम् अद्यै यत अद्यैताः अद्यैयाथाम् अद्यैद्वम् अद्यै अद्यै वहि अद्यै महि महोदय धन्यवादः आम् आं महोदय अत्र ईकारः अस्ति सर्वत्र अतः अचिष्णु धातुभ्रुवां यो युवङ् इति सूत्रेण इय आदेशः भवति अधियोगः इय योगः ईत अधि अधि ईत अधि ईत अधि अधि ईत तदनन्तरं आम् उभयत्र दीर्घ अधि ईयताम् अधि ईयरन् तादृशमेव अधि ईरन् अधीरन् अधि ईरन् इति वदतु सम्यक् सम्यक्तया वदतु अधीत अधि अधि ईरन् अधि ईरन् ईरन् यकारः अधि ईरन् अधि ईताः अधि ईयाताम् अधि ईद्वम् अधि ईय अधि ईवहि अधि ईमहि भवत्याः यकारः सम्यक्तया न श्रूयते तत्र अधीयीत अधीयीयाताम् अधीयीयन् अधीयीथाः अधीयीयाथाम् अधीयीध्वम् अधीयीय अधीयीवहि अधीयीमहि. तत्र व्यवहारः किञ्चित् सम्यक्तया न क्रियते अस्ति. तत्र भवति यङ् आदेशः भूत्वा तदनन्तरं वृद्धिसन्धि भवति सवर्णदीर्घसन्धि भवति. तत्र अस्तु, तर्हि इदानीं अस्माकं इकारान्धातवः त्रयधातवः समाप्ताः. इङ्गतौ अधि अधि उपसर्गपूर्वकः इक् स्मरणे, अधि उपसर्गपूर्वकः इन् अध्ययने इति सर्वत्र किञ्चित् भिन्नं भिन्नं कार्यमस्ति. इण् मध्ये यण् आदेशः, अधियोगः इक् मध्ये अपि यण् आदेशः, परन्तु उपसर्गपूर्वकः अस्ति अत्र अधिककार्यं भवति. अधियोगः इङ् मध्ये अचिष्णु भवति, यण् आदेशः नास्ति, परन्तु आत्मनेपदी अस्ति अतः रूपाणि भिन्नानि भवन्ति इति अस्ति. तर्हि इदानीम् अस्माकं त्रयः धातवः समाप्तः. इदानीम् अग्रे विधातु अस्ति. विधातु मध्ये किमपि नास्ति वस्तुतः, केवलम् अचिष्णु अस्ति, परस्मैपदी अपि अस्ति इति अस्ति. अतः एकवारं गृहपाठे एकवारं पुनः प्रयत्नं करोतु विधातु कृते, वि व इ वि. तर्हि गृहपाठे करोतु. अग्रिमरविवासरे विधातुतः अग्रे आरभामहे. वि मध्ये किमपि नास्ति, बहु सरलम् अस्ति. तर्हि अधि इ भवति चेत् वि अपि कर्तुं शक्नुमः. तदनन्तरं शीङ् मध्ये बहु किमपि नूतनमस्ति, अतः तदनन्तरं शीङ् धातु भवति. तर्हि इदानीं विरमामः. प्रश्नः अस्ति वा कस्यापि? नास्ति जि, सुलभमेव. अस्तु तर्हि, न महोदय, धन्यवादः. तर्हि एषः समयः समीचीनः अस्ति. धन्यवादः. अस्तु महोदय, धन्यवादः. धन्यवादः.